सर्वेभ्यो नमस्कारः. स्पोकन् संस्कृत् इति तत् वर्गस्य आरम्भं कुर्मः इदानीं. किं कुर्वन् स्मः इत्युक्ते आत्मनिपदि धातूनां परिचयः तस्मिन् विषये वयं स्मः. तत्र भ्रातृमेलनम् इति कथां पठन्तः स्मः. तत्र वयं जानीमः धातूनां परस्मैपदी धातु अपि आत्मनेपदी धातु इति अस्ति. धातुविषये तत्र विभागः अस्ति, धातूनां विभागः अस्ति, आत्मनेपदी धातु अपि परस्मैपदी धातु. परस्मैपदी धातु तत्तु वयं जानीमः, तत्र सर्वत्र ति इति पठति, करोति, पश्यति तादृशरूपम् अस्ति. तत् तस्य उपयोगम् अपि तस्य प्रयोगः कथम् इति वयं बहु दृष्टवन्तः. अत्र आत्मनिपदि धातु इति अस्ति, तत्र किञ्चित् रूपभेदः अस्ति. ति इति स्थाने अत्र सर्वत्र ते इति दृश्यते. पुटसङ्ख्या 48 पश्यतु. तत्र एद् इति धातु, एद् धातोः लट् लकारे रूपाणि एवं भवन्ति इति दत्तमस्ति. तत्र एदते, एदेते, एदन्ते, तत् प्रथमपुरुषः. मध्यमपुरुषः अस्ति एदसे, एदेथे, एदध्वे, एधे, एदावहे, एदामहे इति. तत्र केवलं कानिचन धातूनां तत्र आत्मनेपदी धातूनां किञ्चित् अर्थभेदः अस्ति, किन्तु केवलं रूपभेदः इति चिन्तयितुं शक्नुमः. पठति इति तत्र अन्ते तिकति इति अस्ति. आत्मनेपदी धातूनां तत्र ते इति अस्ति. तावदेव, तदेव केवलं रूपभेदः अस्ति आत्मनेपदी धातूनाम् इति चिन्तयितुं शक्नुमः. अपि तत्र सः इति अस्ति, तत्र सः ते. सर्वे जानन्ति खलु सः ते इत्युक्ते सः, सहना इत्युक्ते किम् इति. सहना कोऽपि वदति वा? भानु भगिनी, सहना इत्युक्ते किम्? सहना धरति इति अर्थः वा? न न, सहते, सहते, सहना. रघुपति महोदय वदति वा? न, वित् सहते पेशन्स् आर् यु बेर् विद् टालरेट् इति. टालरेट् तदेव अस्ति. सहते टालरेट् इति अस्ति. तत्र रूपमस्ति सहते, सहेते, सहन्ते, सहसे, सहेते, सहद्वे, सहे, सहावहे, सहामहे इति. अस्तु, सर्वे मिलित्वा एकवारम् एतत् वदामः, उच्चैः वदामः, सहते इति. सर्वे मिलित्वा वदामः, प्रथमपुरुषः अपि मध्यमपुरुषः अपि उत्तमपुरुषः. अस्तु, सहते, सहेते, सहन्ते, सहसे, सहेते, सहद्वे, सहामहे, सहे, सहावहे, सहामहे इति अस्ति. अस्तु, तत्र पठति, पठतः, पठन्ति इति अस्ति, किन्तु अत्र रूपभेदः अस्ति. तत् तावदेव. एतद् रूपं यदि वयं मनसि स्थापयामः असौकर्यं भवति अग्रे गत्वा. आत्मनिपदी धातूनां यत्रापि तत् पश्यामश्चेत् वयं जानीमः, अस्तु एतत् मध्यमपुरुषः अस्ति, एतद् द्विवचने अस्ति इति. तत् तद् ज्ञानं भवति चेत् सौकर्यं भवति. यत् कथां पठामः अथवा किमपि पठामः तत्र अर्थस्य अवगमनम् अथवा कथायाः अवगमनं सुलभतया भवति. अस्तु, तत्र एतत् कथां किञ्चित् पठितवन्तः, किन्तु पुनरेकवारं पठामः. तदनन्तरम् एतत् गृहपाठे आसीत् तदपि भवति. अत्र प्रथमतया कः पठति? अस्तु, रघुपतिमहोदय, प्रथमपरिच्छेदः पुनरेकवारं पठति वा? एकदा द्रौपदी तत्र वा? न, प्रथम पाण्डवाः इति. ओके, प्रथमपरिच्छेदः. एतां कथाम् उच्चैः पठत अवगच्छत च. पाण्डवाः वनवासम् आचरन्तः बदरीकाश्रमम् आगताः. द्रौपद्या सहित ते तत्र रमणीयेषु काननप्रदेशु विहरन्तः रमन्ते. द्रौपदी अपि विहरन्ति मोदते. अस्तु, इदानीं अत्र पङ्क्तिशः प्रथमपङ्क्त्याः पङ्क्ति इति स्त्रीलिङ्गे अस्ति खलु, प्रथमपङ्क्त्याः अपि तदनन्तरं द्वितीयपङ्क्त्याः अर्थः कः इति स्वशब्दैः किञ्चित् वदतु. पाण्डवाः इति, पाण्डवाः वनवासम् आचरितुं बदरीकाश्रम् आगतवन्तः. अस्तु, तत्तु सम्यक् अस्ति, किन्तु तत्र आचरन्तः इति अस्ति. आचरन्तः सोरि, आचरन्तः शत्रन्त्र आचरन्तः बदरिकाश्रमम् आगतवन्तः. ते द्रौपदी तत्र किञ्चित् अपि वक्तुं शक्नुमः. पाण्ड अत्र आचरन्तः इति शत्रुप्रत्यय इति शत्रान्तरूपम् इति उक्तवन्तः खलु. तत्र शत्रान्त अथवा शत्रुप्रत्यय इत्युक्ते कार्यद्वयं भवति एकस्मिन् समये, कार्यद्वयं भवति. अहं गच्छामि, तस्मिन्नेव समये अहं वदामि. अहं गच्छन् वदामि इति भवति. अत्र गच्छन् आचरन् इति नास्ति. अत्र किम् अस्ति? आचरन्तः इति अस्ति. अत्र आचरन् अपि आचरन्तः भेदः कः? आचरन् पुल्लिङ्ग, सोरि एकवचन, आचरन्तः बहुवचन. बहु समीचीनं, बहु समीचीनं. आचरन्तः बहुवचनम् अस्ति, पाण्डवाः बहुवचनम् अस्ति, अतः आचरन्तः बहुवचनम् अस्ति. आचरन्तः वनवासं कुर्वन्ति, तस्मिन्नेव समये ते बद्रिकाश्रमम् आगच्छन्ति. अतः कार्यद्वयम् आचरन्ति अपि आगच्छन्ति, अतः प्रथमम् आचरन्तः इति भवति. तत्र आगताः इति अस्ति. तत्र आगताः किमस्ति? आगतवन्तः अथवा आगताः. तत्र पाण्डवाः आगताः, तत्र कीदृशसम्बन्धः अस्ति? तत्र पाण्डवाः आगताः बहुवचन अस्ति, भूतकाल अस्ति आगताः. आमामां, सत्यं सत्यं, किन्तु आगताः इति नामपदमेव अस्ति, तत् क्रियापदं नास्ति. यदि पाण्डवः अस्ति चेत् आगतः इति भवति. अर्जुनः आगतः, पाण्डवाः आगताः इति. अत्र विशेषणविशेषभावः अस्ति. पाण्डवाः आगताः, ओके. मम अतिथिः आगतः, सः आगतः. हियस्कम् आगतः, सः आगतः अस्ति. एतत् महोदय, तत्र अहं तत्र आगतः प्रत्ययस्य नाम इदानीं न स्मरामि, किन्तु अग्रे कुर्मः. प्रत्यय तु अस्ति, तत्र अस्ति, अहं न जानामि, किन्तु अग्रे कुर्मः. तत्र वाक्ये कर्तृपदं किम् अस्ति? कर्मपदम् अस्ति वा अत्र वाक्ये? वनवासम् अपि बदरिकाश्रमम् अपि कर्तृपदे एव. तत्र आचरन्तः इति क्रियापदम् इव अस्ति, तस्य कर्तृपदम् अस्ति वनवासम्. किम् आचरन्ति इति? ओके ओके, आगताः इत्यस्य बदरिकाश्रमम्. ओके, हा, कुत्र आगताः, किम् आगताः, गृहम् आगतः, अहं गृहम् आगच्छामि इति अस्ति खलु, तत्र अपि कर्मपदम् अस्ति अत्र. अतः आगताः तत्र क्रियापदं, तत्र सकर्मकक्रियापदम् अस्ति, अतः तस्य कर्मपदमस्ति बद्रिकाश्रमम्. आचरन्ति, किम् आचरन्ति, तदपि सकर्मकक्रियापदमिति वदामः. क्रियापद यस्य क्रियापदस्य कर्मपदमस्ति, अहं गृहं गच्छामि, अहं पाठं पठामि, तत्र कर्मपदमस्ति, किं पठामि इति, अतः सकर्मकक्रियापदमिति वदामः. तत्र वनवासम् इति कर्मपदं भवति आचरन्तः शब्दस्य, बद्रिकाश्रमं भवति कर्मपदम् आगताः इति क्रियापदम् इव अस्ति, तस्य कर्मपदम् अस्ति. समीचीनं महोदय, हा, अग्रे, हा, अग्रे. द्रौपद्या सहिताः द्रौपद्याः सहिता ते तत्र रमणीयेषु कान्नप्रदेशु सुन्दर सुन्दरी सुन्दरः सुन्दरेषु कान्नप्रदेशेषु विहरन्तः रमन्ते. अत्रापि द्वे, ऐ मीन् शत्रन्तररूप अस्ति, विहरन्तः रमन्ते. विहरन्तः रमन्ते, अस्तु, समीचीनं महोदय. अत्र विहरन्तः शत्रान्तरूपम् अस्ति. पाण्डवाः आचरन्तः प्रथमवाक्ये अस्ति, अत्र पाण्डवाः विहरन्तः इति अस्ति, समीचीनं. विहरन्तः शत्रान्तरूपम् अथवा शत्रुप्रत्ययः अस्ति, तत्र विहरन्ति अपि रमन्ते, अतः कार्यद्वयं तत्र भवति, ते विहरन्ति, ते रमन्ते अपि, अतः विहरन्तः रमन्ते, पाण्डवाः विहरन्तः रमन्ते इति लघुवाक्यं भवति, अस्तु. द्रौपद्या इति अस्ति, द्रौपद्या सहिताः इत्युक्ते किं? द्रौपद्या सहिता इत्युक्ते along with Draupadi, द्रौपद्या सहिताः विशेषणविशेष अत्रापि न तत्र रामः वनं गच्छति, सः एकाकी गच्छति वा अथवा रामेण सह अन्य कोऽपि गच्छति वा? लक्ष्मण सीता अपि, लक्ष्मण रामेण सह सीता वनं गच्छति, रामेण सह सीता अपि लक्ष्मण वनं गच्छतः खलु. अत्र रामेण सह इति वदामः, तेन सह अहम् एतत् करोमि, सः, तादृश अर्थः अस्ति सहिताः, द्रौपद्या सहिता, द्रौपद्या सह इति अर्थे. एतत् षष्ठी विभक्ति, द्रौपद्या षष्ठी, द्रौपद्या विभक्ति का, द्रौपद्या तृतीय विभक्ति, हा, द्रौपदी, द्रौपद्या नदी, नद्य, तृतीय, रामेण, रामेण तृतीय विभक्ति अस्ति, द्रौपदीलिङ्गे अस्ति, अतः द्रौपद्या सह, द्रौपद्या सह इति अर्थे सहिताः इति. तत्र विशेषणं सहिताः, पाण्डवाः शब्दस्य विशेषणं भवति, सः इति अस्ति अस्ति चेत् तत्र विशेषणं नास्ति, किन्तु पाण्डवाः शब्दस्य विशेषणमस्ति सहिताः, पाण्डवाः सहिताः, केन सहिताः, द्रौपद्या सहिताः सन्ति इति. तत्र ते तत्र तत्र इत्युक्ते कुत्र? बद्रिकाश्रमे. तत्र बद्रिकाश्रमं ते इत्युक्ते पाण्डवाः. रमणीयेषु, रमणीयेषु सुन्दरः अथवा यत् रम् तत्र रमन्ते तदपि तदेव अस्ति, रम् धातुः अस्ति, रम् रामशब्दः यदस्ति तदेव रम् इत्युक्ते यत् आनन्दम् आनन्द अनुभवः भवति. कुत्र आनन्द अनुभवः भवति? तत्र रमणीयेषु. कानन, कानन इत्युक्ते वनं, फारेस्ट् वन वनप्रदेशेषु. तत्र रमणीयेषु काननप्रदेशेषु तत्र सम्बन्धः कः? हा, विशेषणविशेष्यभावः अस्ति. विशेषण सप्तमी प्रथमविभक्ति. हा, समीचीनं, सप्तमीविभक्ति बहुवचनं. प्रथमविभक्तौ किं? रमणीयः काननप्रदेशः. समीचीनं, बहु समीचीनं महोदय. हा, रमणीयः काननप्रदेशः. तेषु विहरन्तः पाण्डवाः विहरन्तः रमन्ते. रमन्ते इत्युक्ते आनन्दः अनुभवन्ति. रमणीयेषु कुत्र? तत्र रमणीयेषु इत्युक्ते मनोहर, अत्र आनन्दः अनुभवामः, तत्र आनन्दः अनुभवन्ति ते, रमन्ते. अपि द्रौपदी, तदनन्तरं द्रौपदी अपि विहरन्ती मोदते. द्रौपदी अपि सा अपि सन्तोषम् अनुभवति. मोदते इति रमते इति अर्थे एव, मोदते रमते इति समानार्थकशब्दः एव. तत्र विहरन्ति इति अस्ति, तत् किमस्ति? स्त्रीलिङ्ग छत्रान्तररूप अस्ति. विहरन्ति, विहरन् हा, स्त्री पुल्लिङ्गे विहरन् इति अस्ति, स्त्रीलिङ्गे विहरन्ती इति अस्ति, दीर्घैकारः अस्ति. विहरन्ति द्रौपदी विहरति, तस्मिन्नेव समये सा मोदते, अतः द्रौपदी विहरन्ती मोदते. बहु समीचीनम् अस्ति महोदय. हा, अत्र कोऽपि प्रश्नः अस्ति वा? प्रथमपरिच्छेदे सर्वे अवगच्छन्ति वा? अत्र अनेकाः अंशाः सन्ति. सर्वे यदि एतत् कथाम् अनेकवारं पठितव्यम् अस्ति. हा, संस्कृतभाषायाः अभ्यासः, तत्र किं किम् अस्ति, अनेकाः अंशाः सन्ति. प्रथमवारं यत् पठामः केवलम् अर्थस्य अवगमनं भवति, तदनन्तरं व्याकरण अंशान् पश्यामः, ओ एतत् विशेषणविशेषभावः अस्ति इति. तदनन्तरं कीदृशवाक्यम्, एतत् वाक्यं कथं लिखितवन्तः, तादृशवाक्यम् अहमपि कर्तुम् इच्छामि, तत् कथं करणीयम् इति, तदपि वयं शनैः शनैः तस्य ज्ञानमपि भवति. अस्तु, अग्रे एकः प्रश्नः अस्ति. द्रौपद्या सहिताः, अत्र सहशब्द अव्यवय नास्ति वा? यदि वयं तत् अव्ययः अस्ति, किन्तु अत्र सहितः अन्यपदमस्ति. सहितः, हा, तत् सः शब्दः नास्ति अत्र. सहितः, सहितः अर्थः अस्ति सः इति, किन्तु अन्यपदमस्ति. सः अव्ययं भवति, तत्र विशेषणविशेषभावः नास्ति, किन्तु अत्र विशेषणं भवति पाण्डवाः शब्दस्य. अतः बहुवचने अस्ति तत्. अस्तु, सरलभगिनी भवती एव अग्रिमपरिच्छेदः पठतु. एकदा द्रौपदी वायुना आनीतम् एकं सुन्दरं पुष्पम् ईक्षते. एकदा अस्ति तत् सौगन्धिकं कमलम् इति सा जानीते, सा तादृशानि अधिकानि पुष्पाणि कामयते, अतः सा पत्नीं भीमसेनं प्रार्थयते, भवान् एतादृशानि अन्यानि बहूनि पुष्पाणि आनयतु इति. एकदा अव्ययपदमस्ति समयार्थे. द्रौपदी प्रथमाविभक्ति इकारान्तशब्दः, वायुना तृतीयाविभक्ति वायु उकारान्तशब्दः प्रथमाविभक्ति वायुना. आनीतम् एकं सुन्दरं पुष्पम् ईक्षते. एते द्रौपदी कर्तृपदमस्ति. आनीतम् एकं सुन्दरं पुष्पं सर्वे कर्मपदमस्ति. पुष्पम् अस्ति कर्मपदं, तस्य विशेषणं भवति एकं सुन्दरम्. आनीतमपि आनीतम् अस्ति शत्रुपदम् इति विशेषणरूपेण अत्र युक्तम् अस्ति आनीतम्. ईक्षते इति प्रथमाविभक्ति क्रियापदम् आत्मनेपदी अस्ति. प्रथमविभक्ति प्रथमपुरुष एकवचन अस्ति. समीचीनं. तत्र एकम् ईक्षते इत्युक्ते परस्मैपदी अस्ति, तस्य नीत आनीय आनीतम् इति भवति. समीचीनं. कित्तप्रत्यय तत्र ईक्षते इति ईक्ष धातुः अस्ति. तत्र ईक्ष धातु इत्युक्ते पश्यति, ईक्ष इत्युक्ते नयनम् इति अर्थे. हा, ईक्ष कामाक्षी मीनाक्षी अक्षिः अस्ति खलु. तत्र ईक्ष तत्र निरीक्षते, अग्रे अपि वयं द्रक्ष्यामः निरीक्षते इति अस्ति. निरीक्षणं अपेक्षणं परीक्षते अपि निरीक्षणं कुर्मः. अत्र बहुत्र एतत् ईक्ष् धातुः तस्य प्रयोगः भवति. ईक्ष् इत्युक्ते नयनेत्रं नेत्रविषयं किमपि. तत्र यदि निरीक्षणं कुर्मः तत्र किं भवति, कोऽपि आगच्छति इति, तस्य सः आगच्छति तस्मिन् समये किं कुर्मः, वयं पश्यामः खलु. तदेव कार्यं भवति, सः आगतः आगच्छति न वा इति वयं पश्यामः. तत् कार्यमेव निरीक्षते इति. तत्र ईक्ष् धातुः अस्ति. अस्तु भगिनि, अग्रे. तत् सौगन्धिकं कमलम् इति सा जानीते. अत्र जानीते अस्ति क्रियापदं प्रथमपुरुष एकवचन. ज्ञा धातु अस्ति, ज्ञा धातु. सा अस्ति कर्तृपदं, सा अस्ति कर्तृपदं. सा किं जानीते, सा कमलं जानीते. कीदृशकमलं जानीते, सौगन्धिकं कमलं जानीते. तत् अस्ति अव्ययपदम्. तत्तु कमलमिति नपुंसकपदम् अस्ति तस्य. तत् भवति सर्वनामपदं तत्. आमामाम् अस्तु अस्तु. तत् इत्युक्ते अत्र किम् अस्ति, पुष्पम् इति. सा इत्युक्ते द्रौपदी. सा इत्युक्ते अन्वयः इति वदामः. सा पदस्य अन्वयः कुत्र अस्ति इत्युक्ते तस्य सम्बन्धः कुत्र अस्ति. सा इत्युक्ते द्रौपदी. तत् इत्युक्ते किम् अस्ति, पुष्पं तत् पुष्पं तत् सौगन्धिकं कमलं तत् तत् इत्युक्ते पुष्पं यत् पुष्पं सा दृष्टवती तत् पुष्पं सौगन्धिकं कमलम् इति सा जानाति सा जानाति जानाति जानाति समीचीनं भगिनि समीचीनं भगिनि तत्र जानाति जानीते अर्थसमानः अस्ति समानार्थकशब्दः शब्दः अस्ति किन्तु अतः किन्तु जानीते अत्र उभयपदीरूपं दत्तम् अस्ति इति अस्ति सा इति किमस्ति अत्र इति अस्तु इति यदि किमपि वयं वदामः तस्य किं वदामि इति सा जानीते इट् मीन्स् लैक् समीचीनं समीचीनं भगिनि अस्तु अग्रे संस्कृतं महोदय संस्कृते भाषायां कथं वदामः इति किम् अस्ति इति यत् भवती उक्तवती तावदेव इति शब्दस्य प्रयोगः एतत् एतत् उक्तवान् सः तत् तत् तत् तत् अहं ग्रामं गच्छामि इति उक्तवान् अहं रामायणं कथा अस्ति रामायणं अथवा महाभारतः अहं पञ्चमवेदः अथवा पञ्चमं वेदं महाभारतस्य अन्यनामम् अस्ति इति जानामि तादृश तादृशरूपमेव अस्ति सा एतत् पुष्पं सौगन्धिकं कमलम् इति सा जानाति अथवा जानीते सा तादृशानि अधिकानि पुष्पाणि कामयते इदानीं कामयते अस्ति क्रियापदं प्रथमपुरुष एकवचन तु अत्र कामयते इति अर्थः कः कामयते इच्छति इच्छति इच्छति कामयते भवति चतुर्थगण अहं चिन्तयामि द्वादिगण भवति यकार आगच्छति तत् प्रायशः भगिनि प्रायशः अस्तु अस्तु समीचीनं प्रायशः समीचीनं अस्तु चुरादिगणः भवति अय आगच्छति तत् कामयते सा इति कर्तृपदं भवति द्रौपदी सा सा किं कामयते सा पुष्पाणि कामयते अत्र पुष्पाणि भवति कर्मपदं नपुसङ्कलिङ्ग लिङ्गं बहुवचन द्वितीयविभक्ति तादृशानि अधिकानि कीदृश पुष्पाणि अधिकानि तादृशानि विशेषणं भवति पुष्पाणि पदस्य समीचीनं भगिनि समीचीनं अतः सा पतिं भीमसेनं प्रार्थयते अत्र प्रार्थयते अस्ति क्रियापदम् अतः अतः पुनः अस्ति कारणमपि सा कामयति तत् कारणम् अतः भवति अतः अतः अपि तस्याः इच्छा अस्ति तस्याः इच्छा अस्ति तत् कारणात् अतः प्रयोगं भवति अत्र सा अति द्रौपदी किं प्रार्थयते पतिं कर्मपदं भवति पतिं भीमसेनं भीमसेनं भवति द्वितीयाविभक्ति अकारान्तशब्द भीमसेन एकवचन पतिं भवति तस्य विशेषणं पतिं भीमसेनं अस्तु सा किं प्रार्थयते अत्र अस्ति भवान् एतादृशानि अन्यानि बहूनि पुष्पाणि आनयतु इति आनयतु अस्ति क्रियापदं प्रथमपुरुष एकवचन लोट् लकार अस्ति आनयतु किम् आनयतु पुष्पाणि आनयतु भवान् भवति अत्र कर्तृपदं भवान् भवान् एक प्रथमाविभक्ति एकवचनं भवत् अस्ति तस्य प्रातिपदकम् एतादृशानि अन्यानि बहूनि पुष्पाणि पुष्पाणि अत्र अस्ति द्वितीयाविभक्ति नपुंसकलिङ्गपुष्पं तस्य बहुवचनं अन्य एतादृशानि अन्यानि बहूनि त्रीणि पदानि भवति पुष्पाणि पदस्य विशेषणं विशेषणानि विशेषणानि अस्तु समीचीनं तत्र एकं प्रार्थयति इति तस्य पदस्य कर्मपदं भीमसेनं खलु भगिनि भीमसेनं तत्र भीमसेनस्य पदस्य विशेषणम् अस्ति पतिम् इति अत्र प्रार्थयते इति यत्र क्रियापदस्य क्रियापदस्य कर्मपदम् अस्ति चेत् तत् सकर्मकक्रियापदम् इति वदामः खलु अत्र प्रार्थयते सकर्मकक्रियापदम् अस्ति कामयते अपि सकर्मकक्रियापदम् अस्ति किं कामयते पुष्पाणि आनयतु अपि पुष्पम् ईक्षते तत्रापि सकर्मकक्रियापदं जानीते तदपि सकर्मकक्रियापदं तत्रापि कर्मपदम् अस्ति किन्तु ईक्षते जानीते कामयते तयोः अपि प्रार्थयते प्रार्थयते तत्र किञ्चित् वैलक्षण्यम् अस्ति भेदः अस्ति किञ्चित् अन्यत् किमपि अस्ति तत्र अहं पूर्वं न उक्तवान् किन्तु इदानीं वदामि प्रार्थयते इति तत्र पूर्वं वयम् उक्तवन्तः दृष्टवन्तः क्रियापदस्य वैविध्यम् अस्ति एकमस्ति अकर्मकक्रियापदं द्वितीयमस्ति सकर्मकक्रियापदम् अहं पठामि किं पठामि अहं पश्यामि अहं किं पश्यामि अहं वृक्षं पश्यामि तत्र वृक्षं कर्मपदं भवति किं पश्यति इति तत्र कर्मपदं भवति किन्तु रामः हसति तत्र कर्मपदं भवति वा न रामः किं हसति इति किम् इत्युक्ते किमर्थं न केवलं किं हसति इति वयं न प्रष्टुं शक्नुमः अतः तत् अकर्मकक्रियापदम् अथवा अकर्मकधातु इति वदामः अत्र अकर्मकक्रियापदम् अपि सकर्मकक्रियापदम् इति द्विविधम् अस्ति खलु भगिनि हा किन्तु तत्र केचन क्रियापदानि सन्ति कानिचन क्रियापदानि सन्ति यत्र केवलम् एकं कर्मपदं न किन्तु कर्मपदद्वयं भवति तत् द्विकर्मक क्रियापदम् इति किमपि नाम अस्ति अत्र प्रार्थयते तादृशः अस्ति तत् एकम् उदाहरणमस्ति तत्र अन्यत् उदाहरणमपि पश्यामः अहं पृच्छामि अथवा शिष्यः पृच्छति अथवा छात्रः पृच्छति तत्र वाक्यं कीदृशं छात्रः पृच्छति इति कोऽपि वाक्यं वदतु हरिमहोदय कोऽपि वाक्यं वदतु छात्रः पृच्छति इति क्रियापदम् उपयुज्य क्रियापदं वा क्रियापदमस्ति पृच्छति पृच्छति वाक्यं वदतु छात्रः प्रश्नं पृच्छति समीचीनम् अस्तु तत्र कर्तृपदं किमस्ति छात्रः छात्रः कर्तृपदं समीचीनं क्रियापदं पृच्छति पृच्छति समीचीनं कर्मपदं प्रश्नः प्रश्नं इति कर्मपदं तत्र समीचीनं महोदय हा किन्तु अत्र कर्तृपदमस्ति कर्मपदम् अस्ति क्रियापदं किन्तु तत्र क्रियापदमपि अस्ति किन्तु तत्र वयम् अन्यत् कर्मपदमपि स्थापयितुं शक्नुमः छात्राः गुरुं प्रश्नं पृच्छति कं पृच्छति इति किं पृच्छति न कं पृच्छति हू डस् ही आस्क् गुरुं हू डस् ही आस्क् वाट् डस् ही आस्क् इति तत्र कर्मपदद्वयं भवति गुरुम् अपि प्रश्नः प्रश्नं तत्र छात्रः गुरुं प्रश्नं पृच्छति इति तत्र गुरुमपि कर्मपदं भवति प्रश्नमपि कर्मपदं भवति अत्र कर्मपदद्वयमस्ति तादृश एतत् विरलतया भवति क्रियापदं सामान्यतया कर्मपदमस्ति चेत् केवलम् एकमेव भवति किन्तु पृच्छति इति तत्र कर्मपदद्वयं भवति अत्रापि प्रार्थयति अपि प्रार्थयते तत्रापि सरला भगिनी अत्र कर्मपदम् एकमस्ति अथवा कर्मपदद्वयमस्ति अत्र अत्र एकम् अस्ति प्रार्थयते कं प्रार्थयते किं कं प्रार्थयते पतिं भीमसेनं प्रार्थयते किं प्रार्थयति अपि अस्ति भवान् एतादृशानि अन्यानि बहूनि आनयतु हा समीचीनं किं प्रार्थयति अतः हा अत्र आनयतु आनयनं प्रार्थयति आनयनं प्रार्थयति तत्र वाक्यं तत्र दीर्घवाक्यम् अस्ति किन्तु तत् कर्मपदम् अस्ति तत्र किं प्रार्थयते महोदय हरि महोदय प्रश्नं न श्रुतवान् हरि महोदय आं महोदय प्रश्नं पृष्टवान् वा भवान् न महोदय आं समीचीनम् अस्तु अस्तु अस्तु अन्य कोऽपि प्रश्नं पृष्टवान् वा अहं अस्तु अस्तु सर्वे अवगच्छन्ति वा अत्र प्रार्थयते इति तत् तत् क्रियापदं किञ्चित् विशेषक्रियापदमस्ति तत्र कर्मपदद्वयं भवति इति कं प्रार्थयते किं प्रार्थयते हू अपि वाट् इति शी प्रेज् टु समवन् फार् समथिङ्ग् किन्तु कं ए किम् इति तत्र भीमसेनं प्रार्थ्यते किं प्रार्थ्यते भवान् एतादृशानि अन्यानि बहूनि पुष्पाणि आनयतु इति सा प्रार्थयते समीचीनं भगिनि सरला भगिनि हा अत्र अन्य कोऽपि अन्यप्रश्नः अस्ति वा तत्र द्वितीयपरिच्छेदे अस्तु अस्तु अग्रे गच्छामः अतः नरेश महोदय अग्रे पठति वा तृतीयपरिच्छेदः तत् पठति भीमसेनः गदापाणिः सन् प्रतिष्ठते ताम् एव दिशं गत्वा सः गन्धमादन् पर्वते सर्वत्र मृगयते सर्वे प्राणिनः तं कुतूहलेन निरीक्षन्ते अग्रे गतः भीमसेनः कदलीवनम् आलोकते तत्र हनुमान् निद्रावशगः आसीत् सः स्वर्गद्वारम् आवृत्य शेते स्म महोदय तावत् समीचीनं तत् इदानीम् एकं पङ्क्तिशः वदतु भीमसेनः गदापाणिः सन् प्रतिष्ठते क्रियापदं प्रतिष्ठते प्रस्थानं करोति गदापाणिः सन् सन् क्षत्रैरूप कर्त्रैपदं भीमसेनः भीमसेनः प्रस्थानं करोति गदापाणिः सन् क्षत्रैरूप गदापाणि अस्ति हा तत्र गदापाणिः अपि भीमसेनः तत्र सम्बन्धः किम् अस्ति गदापाणिः सः सत्यं किन्तु सम्बन्धः अत्र भीमसेनः इति पदम् अस्ति गदापाणिः अपि पदम् अस्ति दे आर् रिलेटेड् कस्तु खलु तत्र सम्बन्धः अस्ति कीदृशसम्बन्धः इत्युक्ते विशेषणं समीचीनं महोदय बहु समीचीनं गदापाणिः विशेषणम् अस्ति भीमसेन शब्दस्य गदापाणिः इत्युक्ते गदा अस्ति गदा सर्वे जानन्ति गदा किम् अस्ति इति पाणिः पाणिः इत्युक्ते हस्तः अत्र गदापाणिः इति तत्र पदद्व्रीहिः बहुव्रीहिसमासः इति वदामः गदा पाणिः यस्य पाणौ गदा अस्ति सः अस्ति यस्य हस्ते गदा अस्ति सः गदापाणिः अतः अत्र भीमसेनः सेनः गदापाणिः सन् सन् इत्युक्ते भूत्वा तस्य हस्तौ सः गदां स्वीकृत्य तदनन्तरं सः प्रतिष्ठते सः प्रस्थानं करोति सन् इत्युक्ते शत्र प्रत्यय अस् धातु अस्ति इति क्रियापदस्य समीचीनं महोदय अग्रे तां देव दिशं गत्वा गन्धमादनपर्वते सर्वत्र मृगयते क्रियापदं मृगयते समीचीनं मृगयते इत्युक्ते अर्थः कः महोदय मृगयते इत्युक्ते अन्वेषणं करोति अन्वेषणं करोति अन्वेषणं करोति समीचीनं महोदय सर्च् अथवा अन्वेषणं सर्वत्र सर्वत्र अन्वेषणं सः करोति समीचीनं तत् मृगयते क्रियापदं कर्तृपदं कर्तृपदं सः समीचीनं सः भीमसेनः मृगयते सर्वत्र मृगयते अत्र गन्धमादनपर्वते इति तत् किमस्ति सप्तमे विभक्ति स्थानगन्धमादनपर्व तत्र सः कुत्र मृगयते सः गन्धमादनपर्वते मृगयते तत्र दिशम् इति अस्ति दिशम् इति विभक्ति का इति भवान् जानाति वा दिशं द्वितीयविभक्ति द्वितीयविभक्ति समीचीनं कर्मपदमस्ति कस्य पदस्य कर्मपदमस्ति कस्य पदस्य कर्मपदमस्ति तत् तत्र अन्यत् क्रियापदम् इति इव अस्ति अन्यत् शब्दः समीचीनं गत्वा गत्वा इति तत्र गच्छति दिशं गच्छति तदनन्तरं मृगयते सः अतः दिशं गत्वा तत्र दिशं कर्मपदं भवति समीचीनं महोदय अत्र दिशम् इति शब्दस्य लिङ्गं किम् इति जानाति वा नपुंसकलिङ्गं तत्र तत्र पश्यतु ताम् एव दिशम् इति अस्ति तां एव दिशं दिशं पुल्लिङ्ग दिशा तां तां ताम् इति अस्ति ताम् एव दिशं ताम् इति ताम् इति तत्र तामपि विभक्तिका तत्र तां शब्दस्य सा ते अत्र ताम् इति तदपि स्त्रीलिङ्ग स्त्रीलिङ्गपदं द्वितीयाविभक्तिः एव अस्ति. दिशमपि हा दिशम् इति स्त्रीलिङ्गपदं स्त्रीलिङ्गपदं. समीचीनं महोदय. हा अस्तु. हा अग्रे. सर्वे प्राणिनः तं कुतूहलेन निरीक्षन्ते. निरीक्षन्ते क्रियापदं बहुवचनं. तं भीमसेनं. हा समीचीनं. सर्वे प्राणिः प्राणिनः कर्तृपदं. कर्तृपदं समीचीनं महोदय. हा सर्वे प्राणिनः कर्तृपदं. भीमसेनं कुतूहलेन निरीक्षन्ते. तत्र ईक्षते इति दृष्टवन्तः. ईक्ष इत्युक्ते यद् नेत्रेण किमपि कार्यं भवति तदेव अत्रापि निरीक्षन्ते. तत्र नेत्रस्य कार्यमस्ति. कुतूहलेन ते रिगार्ड् इति दे लुक् अट् अथवा दे रिगार्ड् भीमसेन कुतूहलेन इत्युक्ते किं? तृतीयविभक्ति कुतूहलेन एषः किमर्थम् अत्र आगतः इति आश्चर्येण अथवा कुतूहलेन सर्प्रैस् ओर् क्यूरियोसिटि. प्रायशः आश्चर्येन न कुतूहलेन इत्युक्ते क्यूरियस् हा कुतूहलेन निरीक्षन्ते. निरीक्षन्ते ईक्षन्ते परीक्षा तत्रापि ईक्षा अस्ति प्रतीक्षा अस्ति. हा बहुत्र ईक्ष धातोः कार्यः भवति. अस्तु अग्रे. अग्रे गतः भीमसेनः कदलीवनम् आलोकते. आलोकते क्रियापदम् अलोकते पश्यति. तत्र ईक्ष इति यत्र नेत्रस्य कार्यमस्ति ईक्ष इति तत्रापि लोक् इति तदपि अवलोकनम् आलोकनं तत्रापि लोक् इति नेत्रस्य सम्बन्धशब्दः अस्ति. आलोकते पश्यति इति अर्थः. सत्यं समीचीनं महोदय. हा तत्र आलोकते क्रियापदं भीमसेनः कर्तृपदं भीमसेन कदलीवनं कर्मपदं कर्म समीचीनं वनं गतः भीमसेनः विशेषणं भीमसेन शब्दस्य विशेषणमस्ति. समीचीनं. गतः इति भीमसेन शब्दस्य विशेषणमस्ति. सः गतः अग्रे गतः अग्रे गतः भीमसेनः कदलीवनम् आलोकते. कदलीवनम् इत्युक्ते किं? कदलीफलम् अस्ति. कदलीफलं केला बनाना. हा समीचीनं. हा अत्र अस्मिन् वने किमस्ति? केवलं कदली वृक्षाः एव सन्ति. अतः कदलीवनम् इति भवति. हा तावदेव. हा आलोकते. हा अस्तु. तत्र तत्र हनुमान् निद्रावशगः आसीत्. आसीत् क्रियापदमस्ति भूतकालं. हनुमान् कर्तृपदं. निद्रावशगः विशेषणमस्ति. हनुमान् निद्रावशगः आसीत्. हा तत्र कर्मपदमस्ति वा? न कर्मपदं नास्ति. अस्ति इति भवान् अस्ति तत्र किम् अस्ति इति कोऽपि प्रष्टुं शक्नोति वा? रामः अस्ति. रामः किम् अस्ति इति प्रश्नः भवति वा? रामः किम् अस्ति इति रामः पुस्तकं पठति इति अस्ति चेत् तत्र रामः किं पठति इति वयं प्रष्टुं शक्नुमः खलु? रामः किं पठति? ओ अस्तु अस्तु, रामः पुस्तकं पठति इति उत्तरं भवति. किन्तु रामः अस्ति, रामः किम् अस्ति इति प्रश्नः न भवति खलु. अत्र कर्मपदम् अस्ति इति क्रियापदस्य कर्मपदं नास्ति, कर्मपदं नास्ति. हा महोदय, अत्र रामः कः अस्ति प्रष्टुं शक्यते वा? कः अस्ति इति रामः कः इति किन्तु हा हू इस् हि इति भवति, किन्तु किम् इति हा किम् इति अर्थः तत्र वाट् अथवा हू तादृशः नास्ति. रामः किं पठति, तत्र राम पुत्रं भवति, रामः पुस्तकं पठति, तादृश अर्थे रामः किम् अस्ति इति वयं न प्रष्टुं शक्नुमः. रामः कः, किन्तु तत् कर्मपदं नास्ति, कः इति प्रथमविभक्तौ अस्ति. उत्तरमपि रामः पुरुषोत्तमः अस्ति, रामः दशरथस्य पुत्रः अस्ति, उत्तरमपि प्रथमविभक्तौ एव अस्ति खलु. अत्र अतः अस्ति शब्दस्य क्रियापदस्य कर्मपदं नास्ति, तद् अकर्मकक्रियापदम्. अतः अत्र अत्र अस्मिन् वाक्ये अपि आसीत् इति क्रियापदमस्ति, कर्मपदं नास्ति. तत्र हनुमान् इति शब्दः अस्ति, नरेश् महोदय, हनुमान् इति शब्दस्य तत् भवान् शब्द इव अस्ति, तत्र भवतः नाम किम् इति पश्य पृच्छामः खलु, भवतः नाम किम् इति. तत्र भवतः इति षष्टिविभक्ति इति वदामः, हनुमान् शब्दस्य षष्टिविभक्ति किं भवति? हनुमानस्य न न भवान् शब्दस्य षष्टि भवतः, भवतः नाम किम्? अतः हनुमान् शब्दस्य षष्टिविभक्ति हनुमतः, हनुमतः इति भवति, हनुमतः. भगवान् भगवान् शब्दस्य भगवान् शब्दस्य भगवतः, भगवतः अनुग्रहः इति, भगवतः अनुग्रहः इति. अत्र षष्टि हनुमान् हनुमतः इति. समीचीनं महोदय, समीचीनं महोदय. आसीत् अकर्मकक्रियापदमस्ति, प्रतिष्ठते अपि अकर्मकक्रियापदमस्ति. किं किम्? एतत् परिच्छेदे प्रथम क्रियापदं प्रतिष्ठते, एतत् न न प्रतिष्ठति. अहं चिन्तयामि ग्रामं प्रति ग्रामं प्रतिष्ठते इति चिन्तयामि भगिनि. अहं सम्यक्तया न जानामि तत्र भवति, तिष्ठति यत् उभयपदी अहं चिन्तयामि, तिष्ठति तिष्ठते अस्ति अत्र, कुत्र आसीत् किं तिष्ठति? सत्यं सत्यं सत्यं, अस्तु समीचीनं भगिनि, यत् भवती उक्तवती तत् समीचीनम्, अकर्मक एव इति मन्ये. समीचीनं भगिनि, हा समीचीनं समीचीनं, हा सत्यं, हा किन्तु द्रष्टव्यमस्ति, किन्तु यद् भवती उक्तवती तत् समीचीनमेव मन्ये. तत्र हा नरेश् महोदय, तत्र केवलम् अन्यत् अस्ति निद्रावशकः इति, हा तत्रमस्ति. सः स्वर्गद्वारम् आवृत्य शेते स्म, शेते क्रियापदमस्ति, शेते स्म शयनं करोति. हा समीचीनं समीचीनं, कर्तृपदं सः, सः हनुमान् स्वर्गद्वारम् आवृत्य स्वर्गद्वारं आवृत्य किं वदामि, आवृत्य आवृतम् आवरणम् इति भवति, आवरणम् इत्युक्ते कवर् इति, कवरं कवर् आवृत्य कम्प्लीट्लि कवर्ड् हि कम्प्लीट्लि कवर्ड् दि स्वर्गद्वारं, सः स्वर्गद्वारम् आवृत्य, तत्र आवृत्य कृत्वा इति अस्ति, गत्वा इति भवति, किन्तु आगत्य इति भवति. तत्र उपसर्ग अस्ति अत्र ल्यप् इति वदामः आवृत्य इति अतः शेते स्म स्वर्गद्वारम् आवृत्य शेते स्म एकः प्रश्नः अस्ति यदि दशनिमेषाः अधिकः वर्गः भवति चेत् समस्या नास्ति वा भानुभगिनी हरिमहोदय न उक्तवन्तः इदानीम् अतः दशनिमेषाः अस्तु अग्रे अधिकः कुर्मः अस्तु शीघ्रमेव विरमामि महोदय किञ्चित् कार्यमस्ति अस्तु अस्तु अस्तु गन्तव्यमस्ति गच्छन्तु केवलम् अहं वदामि वर्गस्य किञ्चित् अधिक अस्तु अस्तु नमस्कारः धन्यवादः अस्तु भानुभगिनी अग्रे पठति वा आं महोदय नरेश् महोदय धन्यवादः बहु समीचीनमासीत् धन्यवादः भीमसेनः तस्य समीपं गत्वा सिंहनादं कुरुते ततः विद्यते इति परिच्छेदपूर्वं पूर्णतया पठतु तदनन्तरम् एकमेकं एका पङ्क्तिं दृष्ट्वा वदतु आं महोदय तस्य इत्युक्ते हनुमान् समीपे भीमसेनः भगिनि तस्य इति शब्दः तु हनुमान् इति किन्तु हनुमान् इति तस्य इति विभक्ति का हनुमस्य न तस्य इति विभक्ति का षष्ठीविभक्ति बहु समीचीनं भवान् शब्दस्य षष्ठीविभक्ति किं भवतः नाम किं भवतः शब्दः अस्ति खलु भवान् शब्दस्य षष्ठीविभक्ति भवतः हनुमान् शब्दस्य षष्ठीविभक्ति किम् अस्ति हनुमतः हा समीचीनं हनुमतः इदानीं कस्य समीपं हनुमतः समीपं समीचीनं भगिनि भीमसेनः हनुमतः समीपं समीचीनं भगिनि गच्छति गत्वा सिंहनादं कुरुते करोति सिंहनादं करोति अत्र कुरुते इति भूतकालरूपं नास्ति कुरुते इति करोति वर्तमानकालरूपमेव अस्ति वर्तमानकालरूपं समीचीनं गत्वा भूतकालं गत्वा इति भूतकालं समीचीनं तत्र गत्वा समीपं गत्वा सिंहनादं कुरुते अत्र क्रियापदं किमस्ति कुरुते क्रियापदं कुरुते अस्ति कर्तृपदं कुरुते अस्ति भीमसेनः कर्तृपदं तस्य समीपं समीपम् इति कर्मपदम् गत्वा इति क्रियापदस्य अस्तु तत्र कुरुते शब्दस्य कर्मपदमस्ति वा करोति इति यदि अहं वदामि ओ रमेशः करोति तत्र वयं प्रश्नः प्रष्टुं शक्नुमः वा भीमसेनः सिंहनादं कुरुते अत्र कर्मपदमस्ति वा आं महोदय किम् अस्ति कर्मपदं भीमसेनः न तत्तु कर्तृपदमस्ति भीमसेनः कर्तृपदं सः एव कार्यं करोति भीमसेनः कर्तृपदं कुरुते इति क्रियापदं कर्मपदम् अस्ति सिंहनादं कुरुते समीचीनं भगिनि सिंहनादं कर्मपदम् अस्ति कर्मपदं सिंहनादं कर्मपदम् अस्ति. समीचीनं. हा अस्तु अग्रे. अग्रे तदा हनुमान् लोचते लोचने ईक्षत् उन्मील्य स्मयते स्मयते. हा अर्थः कः तत्र इत्युक्ते स्मयते इत्युक्ते हसते हसति किन्तु मन्दहासः पूर्णतया न हसति. स्मैलिङ्ग् दन्त हा मैल्ड् स्माल् मन्दहासः इति वदामः खलु तत्र दन्तः न दृश्यते. हा तादृशः मन्दहासः. उन्मील्य अर्थं किं महोदय? उद्घाट्य इति उद्घाट्य ओपन् उपरि ओपन् ओपन् इति ओपन् ओके ओपन्. हा तदा हनुमान् हनुमान् कर्म कर्तृपदं स्मयते कर्मपदं क्रियापदं स्मयते क्रियापदं उन्मील्य उन्मील्य विशेषणपदं स्मयते फार् स्मयते. न तत्र किञ्चित् क्लेशः अस्ति भगिनि. एतद् पश्यामः. गत्वा इति भवती जानाति खलु गत्वा इति? आं महोदय. गत्वा इत्युक्ते किं भवती गृहं गच्छति गृहं गत्वा काफीं पिबति अस्तु खलु गत्वा अन्यत् कार्यं करोति. इदानीं गृहम् आगच्छति इदानीं कीदृशः भवति कीदृशं भवति? अहं गृहम् आगच्छन् आगत्य आगत्य चकारः अस्ति खलु अन्ते. अत्र अपि उन्मील्य इति तादृशः अस्ति. उन्मीलनं भवति तदनन्तरं हसति अतः उन्मील्य हस स्मयते इति भवति. विशेषणरूपं न विशेषणं नास्ति. आगत्य गत्वा तदनन्तरम् अन्यकार्यम् अथवा आगत्य अहं गृहम् आगत्य पाठं पठामि तद्वाक्यम् अवगच्छति खलु. अहं गृहम् आगत्य अन्यत् अहं पाठं पठामि अत्र अपि उन्मनाय तद् नयनस्य उद्घाटनं भवति तदनन्तरं स्मयते सः स्मयते उन्मीलनं भवति तदनन्तरं स्मयते सः. उन्मील्य इत्युक्ते स्मयते हा उन्मील्य स्मयते. तत्र उन्मील्यापि क्रियापदम् अस्ति भगिनि. उन्मील्य गत्वा इति कीदृ तत् क्रिया क्रियापदम् इति चिन्तयामः खलु गत्वा इति तादृश अत्रापि उन्मील्य क्रियापदम् अस्ति तदनन्तरं स्मयते इति क्रियापदमस्ति. अत्र क्रियापदमस्ति क्रियापदद्वयं क्रियापदद्वयमस्ति. समीचीनं. हा स्मयते इति अकर्मक हसति सः हसति तत्र कर्मपदं नास्ति. स्मयते पदस्य कर्मपदं नास्ति किन्तु उन्मील्य उद्घाटनं अहं द्वारम् उद्घाटयामि उद्घाटनं करोमि तत्र कर्मपदम् अस्ति. किम् उद्घाटयामि अथवा अतः तत्र उन्मील्य शब्दस्य कर्मपदम् अस्ति. उन्मील्य इति सः किम् उन्मील्य किम् हनुमान् किम् उन्मील्य स्मयते सः what does he open before he smiles? Lochane ikshat. Lochanam ityukte kim? Netradvayam. Netradvayam samichinam bhagini. Ha netradvayam samichinam. Atra lochanam iti asti लोचनम् इति अस्ति, किन्तु अत्र लोचने इति दत्तमस्ति, किमर्थम् लोचने? लोचनं लोचनम् अस्ति, लोचने अस्ति, समानं वा अथवा भेदः अस्ति वा अत्र? लोचने विभक्तिभेदं, षष्ठीविभक्तिभेदं? षष्ठी नास्ति, षष्ठी नास्ति भगिनि, किन्तु वनम् इति पदं जानाति खलु? वनं वने बहुवचनं? न न न, वनं वने वनानि, वनानि द्विवचनं, वने इति द्विवचनं, द्विवचनं, द्विवचनं, आं महोदय. लोचनम् अत्र लोचनं, तस्य अपि रूपं वदतु, लोचनं लोचने, वनं वने वनानि, लोचनं लोचने, लोचने लोचनानि, लोचनानि, समीचीनं भगिनि. अत्र लोचनानि बहुवचनं, लोचने लोचने द्विवचनं, द्विवचनं, समीचीनं भगिनि. अत्र नेत्रद्वयम् इति अस्ति खलु, अत्र नेत्रे अस्ति खलु, नेत्रं नेत्रे, लोचने इति अस्ति, तत्र लोचने इति दत्तमस्ति. अत्र विभक्ति का? तत् प्रथमाविभक्ति वा अथवा द्वितीयाविभक्ति वा? प्रथमाविभक्ति. तत्र पश्यतु, वनं वने वनानि प्रथमाविभक्तिरूपं, द्वितीयविभक्तिरूपं किम् अस्ति? वनं वने वनानि द्वितीयविभक्ति, फलं फले फलानि, ज्ञानं ज्ञाने ज्ञानानि. तत् प्रथमविभक्तिरूपं, द्वितीयविभक्तिरूपं किम् अस्ति? ज्ञाने फले फले नपुंसकलिङ्गम्. नपुंसकलिङ्गम् अस्ति, अस्तु, सत्यं भगिनि, सत्यम्. अतः फलं फले फलानि प्रथमविभक्तिरूपं, द्वितीयविभक्तिरूपं किम् अस्ति? तदेव अस्ति भगिनि, तदेव फलं फले फलानि, फलं फले फलानि, फलं फले फलानि, द्विवारं भवति, प्रथमविभक्ति द्वितीयविभक्ति. किन्तु अत्र किम् अस्ति, प्रथमविभक्तिरूपम् अस्ति वा द्वितीयविभक्तिरूपम् अस्ति वा अत्र? लोचने द्विवचनं, द्विवचनम् अस्ति, तत् तत् सत्यं. किन्तु विभक्ति प्रथमविभक्ति वा द्वितीयविभक्ति? द्वितीयविभक्ति. बहु समीचीनं भगिनि, किमर्थं? तदा हनुमान् लोचने ईक्षत्, ईषत् उन्मील्य, उन्मील्य इति, उन्मील्य इति क्रियापदमस्ति, हनुमान् इति कर्तृपदमस्ति. किम् उन्मील्य इति प्रश्नः अस्ति चेत् उत्तरं किं भवति? लोचने उन्मील्य इति भवति. अतः लोचने किं भवति? कर्मपदम्, सत्यं वा? आं महोदय. कर्मपदस्य विभक्ति किं? विभक्ति का? द्वितीया विभक्ति. अतः लोचने इति शब्दस्य विभक्ति द्वितीया. लोचने. तत्र नपुंसकलिङ्गशब्दस्य एतदेव किञ्चित् क्लिष्टः अस्ति, प्रथमाविभक्ति वा द्वितीयविभक्ति वयं न जानीमः, रूप समानः अस्ति खलु, वनं वने वनं वने वनानि. अतः दृष्ट्वा, वाक्ये दृष्ट्वा, ओ एतत् कर्तृपदम्, अतः एतत् प्रथमाविभक्ति, न न न एतत् कर्मपदम्, अतः एतत् द्वितीयविभक्तिरूपम् इति. अत्र कर्मपदम् अस्ति, समीचीनं भगिनि, लोचने इति कर्मपदम् अस्ति, अतः उन्मील्य, लोचने कर्मपदमस्ति, उन्मील्य स्मयते. ईषद् इत्युक्ते किञ्चित् इति, किञ्चित् बहु न, किञ्चित् किञ्चित् उन्मील्य, किञ्चित् उन्मील्य सः स्मयते, समीचीनं भगिनि. अग्रे ततः भाषते च किमर्थं सुखसुप्तं मां प्रबोधयसि? त्वं कः? किमर्थम् आगतः? एषः देवलोकस्य मार्गः वर्तते, अत्र मनुष्याणां प्रवेशाय अनुमतिः न विद्यते इति. भाषते इत्युक्ते सः भाषते इत्युक्ते वदति. सः वदति, हनुमान् वदति. सः किं वदति? किमर्थं सुखसुप्तं मां प्रबोधयसि? अहं सुखेन निद्रां करोति स्म, भवान् किमर्थं मां प्रबोधयसि? अवेकन्मि. समीचीनं, सत्यं भगिनि. प्रबोधयसि कर्तृपदम् अस्ति. कर्तृपदं प्रबोधयति क्रियापदं. क्षम्यतां, क्रियापदं. तत्र कर्मपदं किम् अस्ति? माम्. समीचीनं भगिनि, समीचीनं. माम् इति कर्मपदम् अस्ति. कर्तृपदं किम् अस्ति? तत्र प्रश्नं किं महोदय? कर्तृपदं किम् अस्ति तत्र? कर्तृपदं भीमसेनं. भीमसेनः इति सत्यं. भीमसेनः इत्युक्ते भीमसेनः इस् अण्डर्स्टुड्. हौ डु ऐ से देट् इन् संस्कृतं? वयम् अवगच्छामः, वयम् अवगच्छामः तत्र, वयम् अवगच्छामः तत्र भीमसेनः एव कर्तृपदं, किन्तु कर्तृपदं न दत्तं तत्र. यदि वयं पश्यामः गृहे भवत्याः पुत्रः आगतः, भवती वदति आमां सः आगतः, आगतः, सर्वे जानन्ति आमामां पुत्रः आगतः इति. तत्र पुत्रः इति वयम् अवगच्छामः, पूर्णं नास्ति, किन्तु यथा वयम् अवगच्छामः तत्र अपि तादृश एव अस्ति. भीमसेनः इति वयम् अवगच्छामः. समीचीनं भगिनि. भीमसेन कर्मपदं, कर्तृपदम् अस्ति इति. अग्रे त्वं कः? किमर्थम् आगतः? किमर्थं अत्र आगतः, आगतवान् अस्ति? एषः देवलोकस्य मार्गः वर्तते. वर्तते अस्ति इति. अस्ति. अत्र मनुष्याणां प्रवेशाय अनुमतिः न विद्यते, नास्ति. मनुष्याणां प्रवेशाय अनुमति नास्ति इति. मनुष्याः तत्र न आगन्तुं शक्नुवन्ति. शक्नुवन्ति. तावदेव. समीचीनं भगिनि. मनुष्याः अत्र आगन्तुं न शक्नुवन्ति. तावदेव भगिनि, समीचीनम्. अत्र किञ्चित् समयः अस्ति चेत् समस्या नास्ति वा? हरि महोदय, भवान् अद्य न उक्तवान्. ओ, रघुपति महोदय, समीचीनम्, अस्तु. हरि महोदय वदति वा अग्रे? आम्, भीमसेन. तदा भीमसेनः ब्रूते, अहं कुन्तीपुत्रः भीमसेनः, एतेन मार्गेण गन्तुम् इच्छामि, त्वम् उत्तिष्ठ, मार्गं प्रयच्छ इति. भीमसेनः कर्तृपदं. कर्तृपदं, ब्रूते इत्युक्ते ब्रूते क्रियापदं. किं ब्रूते? सकर्मकक्रियापदम् इति. ब्रूते इति, ब्रूते अर्थः कः? ब्रूते वदति. वदति, समीचीनं. ब्रूते. अहं कुन्तीपुत्रः भीमसेनः. अहमिति भीमसेनः. समीचीनं. अहं भीमसेनः अस्मि इति तत्र क्रियापदम् अत्र नास्ति चेत् अस्मि इति क्रियापदं भवति. तावदेव. समीचीनं. अग्रे. एतेन मार्गेण गन्तुम् इच्छामि. तृतीयविभक्ति मार्गेण, एतेन मार्गेण, मार्गेण, मार्गेण, एतेन मार्गेण गन्तुम् इच्छामि. तत्र इच्छामि किं भवति? उत्तमपुरुषम् इच्छामि कामयति. हा, कामयते इति अर्थे समीचीनं क्रियापदम् अस्ति. हा, तत्र तत्र किं भवति? तत्र कर्तृपदं किम् अस्ति? तत्र कर्तृपदं पदं भीमसेन. हा, भीमसेन सत्यं नास्ति. रूपं किन्तु तत्र रूपं कीदृशं भवति? तत्र इच्छामि इति अस्ति, अतः इच्छामि क्रियापदं चेत् उत्तमपुरुष अस्ति, अतः उत्तमपुरुषस्य रूपम् एकमेव अस्ति. तत् किम् अस्ति? अहम् एव कर्तृपदं. हा, अहमेव कर्तृपदम् अस्ति तत्र, अहम् इति. एतेन मार्गेण गन्तुम् इच्छामि. गन्तुं क्रियापदं, गन्तुमपि क्रियापदम् अस्ति तत्र. गन्तुमपि क्रिया, तत्र गन्तुं, तत्र रूपक्रियापदम् इव अस्ति. गत्वा इति दृष्टवन्तः. गन्तुमपि तुमुन् इति वदामः, तुमुन् प्रत्यय इति वदामः. आमामाम् गन्तुम् अव्ययम् अस्ति, किन्तु क्रियापदमिव अस्ति अत्र. गत्वा इति तादृशरूपम् अस्ति. गन्तुं, हा, गन्तुं, तत् कर्तुम् इच्छामि. हा, गन्तुम् इच्छामि. हा, अग्रे त्वं, त्वम् उत्तिष्ठ. हा, त्वम् इति हनुमान्. हा, त्वं मध्यमपुरुष, त्वं मध्यमपुरुष, मध्यमपुरुष, समीचीनम्. हा, उत्तिष्ठ, उत्तिष्ठ, उत्तिष्ठ, गेट अप, गेट अप, उत्तिष्ठ. लोट्लकारः इति वदामः, लोट्लकारः इति वदामः. आज्ञा अथवा प्रार्थना भवति. हा, एतत् भवान् कृपया करोतु, अथवा भवान् एतत् करो. हा, उत्तिष्ठ इति मध्यमपुरुषरूपम् अस्ति. त्वम् इति अस्ति, त्वम् उत्तिष्ठ. तत्र कर्मपदम् अस्ति वा? न, नास्ति. हा, उत्तिष्ठ अकर्म, अकर्मकक्रिया, अकर्मक, हा, क्रियापदम् अस्ति. हा, त्वम् उत्तिष्ठ, त्वं कर्तृपदम्, उत्तिष्ठ क्रियापदम्. क्रियापदम्. मार्गं प्रयच्छ. मार्गं वदतु. प्रयच्छ प्रथमं, मार्गं कर्मपदम्. हा, समीचीनं महोदय, समीचीनं. समीचीनं, मार्गं कर्मपदम् अस्ति. प्रयच्छ इति क्रियापदम् अस्ति, अर्थः कः? प्रयच्छ इत्युक्ते टु गो. I want to travel in the... हा, मार्गं प्रयच्छ इत्युक्ते गिव्, गिव् इति ददातु, गिव् वे इति, गिव् वे इति. आं महोदय, मार्गं, मार्गं प्रयच्छ. हा, तत्र प्रयच्छ क्रियापदं, समीचीनं महोदय. मार्गं कर्मपदं, बहु समीचीनं. कर्तृपदं किम् अस्ति? अहं भीमसेन. न, मार्गं प्रयच्छ. त्वम् उत्तिष्ठ, त्वम् अपि हनुमान् प्रयच्छ. त्वं, त्वम् एव अस्ति, मध्यमपुरुषः अस्ति त्वम्. अतः वाक्यं किं भवति? त्वम् उत्तिष्ठ अपि, तदनन्तरं त्वं मार्गं प्रयच्छ. हा, समीचीनं महोदय. हा, तदेव अस्ति, समीचीनं. हा, त्वम् उत्तिष्ठ, त्वं मार्गं प्रयच्छ. त्वम् उत्तिष्ठ तत्र कर्मपदं नास्ति, किन्तु प्रयच्छ तत्र कर्मपदम् अस्ति. समीचीनं. हा, अग्रे. हनुमान् वदति, अहं व्याधिपीडितम् अस्मि. व्याधिपीडितः अस्मि, अस्मि. अतः उत्थातुं मम शक्ति, उत्थातुं मम शक्तिः न विद्यते. यदि त्वया अवश्यं गन्तव्यं तर्हि मां लङ्घयित्वा गच्छ इति. वदति हनुमान् कर्तृपदं वदति क्रियापदं सकर्मकक्रियापदम् अहं व्याधिपीडितः अस्मि अस्मि क्रियापदं प्रथमपुरुष उत्तमपुरुष अहम् अहम् इति हनुमान् सत्यं व्याधिपीडितः अस्ति व्याधिपीडितः कर्मपदं न न न हा व्याधिपीडितः तत् विशेषणं विशेषणं अहं शब्दस्य हा अहं व्याधिपीडितः व्याधि व्याधि इत्युक्ते रोगः रोगेण पीडितः अहं रोगेण पीडितः अस्मि अस्मि अस्ति इति वयं पूर्वमेव उक्तवन्तः अस्ति सः अस्ति तत्र कर्मपदं नास्ति अस्ति अपि अस्मि अहम् अस्मि तत्र कर्मपदं किमपि नास्ति अत्र कर्मपदं व्याधिपीडि नास्ति कर्मपदं नास्ति व्याधिपीडि विशेषणम् अस्ति अहं शब्दस्य अत्र तावदेव अहं विशेष आम् अतः उत्थातुं मम शक्तिः न विद्यते विद्यते इत्युक्ते अवेलेबल् अथवा नास्ति इति न विद्यते न विद्यते इत्युक्ते नास्ति क्रियापदं शक्तिः न विद्यते सकर्मकक्रिया शक्तिः मम शक्तिः न विद्यते विद्यते इति अस्ति इति चिन्तयतु मम शक्तिः न अस्ति नास्ति अत्र एव क्रियापदम् अस्ति अस्ति शब्दस्य क्रियापदस्य कर्मपदं नास्ति ओ कर्मपदं नास्ति अत्र मम शक्तिः किं भवति मम क्रियापदमस्ति विद्यते क्रियापदमस्ति मम शक्तिः नास्ति मम शक्तिः कर्तृपदं वा कर्मपदं वा मम शक्तिः नास्ति कर्मपदम् कर्मपदं नास्ति अस्ति शब्दस्य कर्मपदं नास्ति कर्तृपदं कर्तृपदमेव मम शक्तिः नास्ति मम शक्तिः कर्तृपदमस्ति कर्तृपदमस्ति शक्तिः मम शक्तिः मम इति मम शक्तिः तस्य शक्तिः मम एव कर्तृपदं न न न मम इति मम इति षष्टिविभक्ति भवति रामस्य इति तादृश अत्र मम मम एव पदं किं मम इति षष्टिविभक्तिरूपम् अस्ति मम पिता इति रामस्य पिता दशरथः रामस्य शब्दं जानाति खलु तादृश रामस्य मम शक्तिः कर्तृपदं शक्तिः कर्तृपदं भवति मम इति कस्य शक्तिः मम शक्तिः षष्टिविभक्तिरूपम् अस्ति तद् प्रथमविभक्तिरूपं नास्ति न यदि त्वया अवश्यं गन्तव्यं तर्हि मां लङ्घयित्वा गच्छ यदि इफ् यु वाण्ट् टु गो यदि त्वया त्वया अवश्यं गन्तव्यं गन्तव्यं क्रियापदं गन्तव्यं तत् क्रियापदम् अस्ति अवश्यं गन्तव्यम् अवश्यं विशेषणं तत्र तत्र किञ्चित् रूपभेदः अस्ति तत्र कर्मणि प्रयोगः इति वदामः अहं गच्छामि मया तत्र गन्तव्यम् इति अस्ति तत्र अहं गच्छामि इति नास्ति मया गन्तव्यम् इति अस्ति ऐ हाव् टु गो किन्तु कर्मणि प्रयोगः इति वदामः तत्र किञ्चित् भेदः अस्ति अत्र गन्तव्यम् इति क्रियापदं तत् तावत् समीचीनम् अस्ति महोदय अग्रे तर्हि मां देन् तर्हि मां लङ्घयित्वा गच्छ लङ्घयित्वा भूतकाल क्रिया क्रिया अस्ति, समीचीनम्. आम् एतत् कृत्वा क्रिया गच्छतु, गच्छतु, गच्छतु इति अस्ति. हा समीचीनं. मां लङ्घयितुं प्रथमं, हा मां लङ्घयित्वा, तत्र लङ्घयित्वा क्रियापदमस्ति. माम् इति किमस्ति तत्र? माम् इति आम् कर्तृपदं. कर्तृपदं किम्? न तत् कः लङ्घनं करोति? हनुमान् वदति मां मां लङ्घनं कृत्वा, मां लङ्घयित्वा गच्छ इति हनुमान् वदति. हनुमान् वदति भोः त्वं मां लङ्घयित्वा गच्छ इति भीमसेनः वदति, हनुमान् वदति. भवान् पूर्वं दृष्टवान् खलु, त्वम् उत्तिष्ठ मार्गं प्रयच्छ. अत्रापि मार्गं प्रयच्छ इव अस्ति. तत्र प्रयच्छ क्रियापदमस्ति, मार्गं कर्मपदमस्ति, लङ्घयित्वा क्रियापदमिव अस्ति, मां लङ्घयित्वा कर्मपदं कर्मपदमस्ति, त्वं मां लङ्घयित्वा. त्वम् इति कर्तृपदं, माम् इति कर्मपदं कर्मपदं. हा लङ्घयित्वा पदं, मां कर्मपदं, लङ्घयित्वा क्रिया क्रियापदं, गच्छ क्रियापदम् अपि, गच्छ पुनरपि एकवारं क्रियापदं. समीचीनं महोदय, अस्तु. हा समीचीनं महोदय. केवलम् एकं वाक्यम् अस्ति, तद् अग्रिमवर्गे कुर्मः. अस्तु समीचीनम् अस्ति महोदय, धन्यवादः. हा क्षम्यताम्, अधिकः समयः जातः, किन्तु सर्वे वदन्तु इति इच्छा आसीत् अतः. आम् महोदय, धन्यवादः. अन्य कोऽपि प्रश्नः अस्ति वा? नो चेत् विरमामः. अस्तु, अस्तु, धन्यवादः. नमस्कारः सर्वेभ्यः. नमस्कारः, नमस्कारः, धन्यवादः. धन्यवादः, नमस्कारः.